तर्हि लुट् लकारः द्वितीयभागः इति करपत्रम् अनुवर्तते अद्यापि. तत्र अन्तिमभागः हकारान्तदातवः सन्ति इति तस्मिन् वयं स्मः. कः वक्तुमिच्छति? गतसप्ताहे वयं किं पठितवन्तः इति पुनस्मरणार्थं. तर्हि सरला भगिनी एव अस्ति. गतसप्ताहे वयं कृतवन्तः, अहं द्वितीयभागस्य ये मुख्य मुख्य बिन्दवः सन्ति तं तत् वदामि भगिनि. यथा महोदय इदानीं पकारान्तधातु इति आरभ्य अनित् अपि वे द्वयोः आवली स्वीकृत्य प्रथमं सामान्यधातवः करोति, तदनन्तरं विशेष किम् अस्ति द्वयोः वेट् अन्यत् धातो मध्ये तस्य किं सूत्रम् आगच्छति तत् आधारेण इति विभजनं कृतवान्. पकारान्तधातुः सामान्य कोऽपि कार्यं नास्ति, खरीचरणेन भवति. तदनन्तरं मुख्य यस्य दीर्घचर्चा जाता बहवः वर्गेषु, अनुदात्यस्य च ऋद्युपदस्य अन्यतरसाम्, अनेन किं भवति विकल्पेन ये ऋद्युपदौ धातवः सन्ति तेषां विकल्पेन अकित् प्रत्ययपरे झलि अकिति प्रत्ययपरे अमाङ्गम आदेशः भवति. तस्य भवति वेद् धातवः अस्ति त्रिप् त्रिप् तत्र रूपाणि द्वयम् आगच्छति, त्रप्ता तर्पिता, द्रप् द्रप्ता द्रप्ता अमागमत् अनेन. तदनन्तरं वयं दृष्टवन्तः यत् धातवः एकं द्वितीय अस्ति यत् स्विज् दृष्ट् झल् अन्यतरोसाम् इति दास्यति. स्विज् दृष्ट् दृश् इति शकारान्तधातुः अस्ति, स्विज् इति जकारान्त, किन्तु ऋतुपदद्वौ अपि ऋतुपदधातवः सन्ति, तयोः मध्ये अपि च अन्य ये ऋतुपदधातवः सन्ति सृप् दृप् कृष् मृष् स्पृश, भेदं किम् अस्ति? सृज दृश्य जयो अन्यत्र तत्र नित्यम् अस्ति अमागम. ये अन्याः धातवः सन्ति सृप् दृप् तृप् स्पृश मृश कृश, तत्र विकल्पे नास्ति इति महोदय बहु वारम् उक्तवान्, किम् अन्यत् नित्यमस्ति किम् अनित्यम् अस्ति. तदनन्तरं पकारान्तधातव अन्य गुप्पु धातु आगच्छति. गुप्पुधातु पुनः तत्र अपि एकं विशिष्टकार्यं भवति, आयादय आर्धधातुकेव गुप्पु दुप्पु विच्छ पणि पणिभ्य आय, अनेन आय आदेशः भवति, किन्तु आयादय आर्धधातुकेव अनेन आय आदेशः विकल्पेन भवति. तद् यदि वयं इदागमस्य पक्षे रूपं कुर्मः तत्र रूपं द्वयम् अस्ति, गोपायिता गोपायिता इति गोपिता या गोपायिता इति भवति, गोप्ता इति अनादिपक्षे भवति इति अस्ति. कृपोरोल पुनः पकारान्तधातु वेद् धातु अस्ति, तत्र स्मर्तव्यं तासि चक्र परस्मैपदी क्लिप् धातोः ये अस्ति धातु तस् यदागम न भवति तत्र, किन्तु आत्मनेपदी यदागम अपि अनादिगम रूपं द्वयं भवति. तदनन्तरं वयं दृष्टवन्तः भकारान्तधातव, ते अपि वयं सामान्य यत् भवन्ति जलाञ्जचि झषस्ततोद्धते सूत्राणि, किन्तु यत् लुभ् अस्ति धातु तत् आवल्यां न दत्तमस्ति, किन्तु तीश सह लुभ ऋष ऋष इति सूत्रेण लुभ् भकारान्तधातु अद्य वयं पठामः. सः हकारान्तधातु अपि अस्ति, त्रय मूर्धन्यशकारान्तधातव इष् रुष् ऋष् ते आगच्छन्ति, अनेन विकल्पेन इदागमः भवति एतत् सूत्रस्य कृते. शम् इति मकारान्तधातु, इदानीं मकारान्त वयम् अन्यत् आवल्यां दृष्टवन्तः गम रम यम नम, तत्र गन्ता इति सामान्य भवति नष्टापदान्तस्य जवि अनुसारस्य यै परसवर्ण शं यत् अस्ति तत् अन्यत् अपि अस्ति अनादित वेक् अस्ति केवलं शन्ता वा शमिता इति रूपम् आगच्छति. तदनन्तरं तालव्यशकारान्तधातव तत्र कोऽपि अहम् इदानीम् उक्तवती सृज् दशो झलो अङ्किति तत्र नित्यम् अम् आदेशः भवति. व्रश्च सृज भृज राज राज भाज जशाम् इति स्मर्तव्यं तत् सूत्रस्य प्रथमं कार्यं भवति. सर्वे अपि पुगन्तलघुपद्यस्य यथा यथा इक् यदि आदेश इक् वर्ण लघु उपादायम् अस्ति तदनन्तरं तथैव भवति. अशु वेद् धातव शकारान्त धातव अस्ति अशु कृषु नश् तत्र नश् जप् अस्ति तत्र अपि नूतनसूत्रं दृष्टवन्तः मस् नशो झलि तत्र जकारान्त धातुः अपि नश् धातु नम् नुम् आगमः भवति तत् अनाडादिपक्षे तत् इति स्मर्तव्यम्. यत् शकारान्त ये धातवः सन्ति मूर्धन्यशकारान्तधातवः तत्र अपि वयं दृष्टवन्तः ऋतुपद अनुदात्यस्य च ऋतुपदस्य अन्यतरसां कृष् धातु कृते एकनूतनम् अस्ति निर्कुश् यत् अस्ति तत्र धातु यत् निर्कुश् भवति तत्र खरवस्थानयो विसर्जनीय भूत्वा तदनन्तरम् इदुपदस्य च अप्रत्ययस्य इत्युक्ते यदा निर् इति उपसर्गपूर्वं कुश् धातुः अस्ति तत्र निर् यदि खरवस्थानयो विसर्जनी अनेन विसर्गः भवति रेफस्य विसर्गस्य ककार खकार पकार फकार परे विसर्गस्य मूर्धन्यशकारः आगच्छति इति भाटसूत्रं यत् प्रथमभाटसूत्रम् अस्ति अत् विसर्गपरे यदि क ख फ फ तत्र सकारः न भवति तस्य अपवादत्वम् अस्ति अनेन सूचितम् इति नूतनभागः अस्ति इति अत्र महोदय न लिखितवान् किन्तु वर्गे उक्तवान् इदुपदस्य च अप्रत्ययस्य मीन्स् यत्र धातु उपधायाम् इकार अस्ति वा उकार अस्ति तदनन्तरं रेफस्य यदा विसर्गः भवति तत् विसर्गस्य ककार ककार खकार पकार फकार परे मूर्धन्यशकार आगच्छति इति नूतनबिन्दुः अस्ति अत्र. तदनन्तरं वयं जानीमः सामान्यसन्धि सूत्राणि सन्ति अक्षु तक्षु स्कोसयोङ्गातस्य अपि आगच्छति चक्षिङ्ख्या वयं दृष्टवन्तः यत्र धातु आदेशः अस्ति तत्रापि चक्षिङ् धातु ख्याच् आदेशः भवति तस्य महाभाष्येन क्षा भवति. यदि चक्षिङ् इति स्मर्तव्यम् अत्र चक्षिङ् इति स्वभावत्वेन सेक् अस्ति किन्तु यदि ख्या वा क्षा इति भवति तत् आकार दातव भवति आकारान्त दातव वयं जानीमः अन्यतः सो अत्र ख्या क्षा इति अन्यतः अस्ति तु इति महोदय सूचितवान्. पुनः अस्ति भू इति वयं जानीमः इदानीं हकारान्त दातव कुर्मः तस्य आवली अपि सामान्यधातव आवली अन्यत् आवली अन्यत् आवली वेत् आवली तदनन्तरं विशिष्टसूत्र किं भवति होड इति सामान्यसूत्रं विशिष्टसूत्रं दकार दकार आदौ यदि हकारस्य अस्ति चेत् दादे धातो घ भवति यदि वेद् धातव अस्ति तत्र मुख्यसूत्रं वाधुः मुश्रु श्राम् इति आगच्छति इति आधारेण जैसे विभजनम् अस्ति अद्य हकारात् धातुः कुर्मः प्रारम्भ पूर्णतया महोदय पुनः कृतवान् हकारान्तः इति आरब्धः सामान्य हकारान्तः अस्तु धन्यवादः भगिनि अरुणा भगिनी पठितुम्. भगिनी कापि त्रुटिः आसीत् वदतु कृपया. किं भगिनि? कापि त्रुटिः अस्ति यत् अहम् उक्तवती, कपि अशुद्धं दोषा सन्ति सूचयतु. कोऽपि वक्तुमिच्छन्ति वा, इच्छति वा? न भगिनि, सम्यक् आसीत् भगिनि, बहु सम्यक् वदति भवती वा, झटिति उक्तवती सर्वेषां जातनां विषये. अग्रे पश्यामः. मणिमहोदय शरीरम् अरुणभगिनी पठति वा भगिनि? ओके भगिनि, किं पठनीयम्? तत्र हकारान्तः इति पुनः पठितवन्तः इति, तर्हि तदेव वयमपि कुर्मः वा? हकारान्तदातवः, एकात् हकारान्तदातवः, अष्टदातवः अनिटः, द्वादशदातवः वेटः, एकादश सामान्यवेटः दातवः, सः धातु नास्ति, वेट् नास्ति, वेट् नास्ति. सामान्यहकारान्तदातवः त्रयः, सामान्यहकारान्तदातवः अनिटः, मिह् लिह् रुह् गुणकार्यं यथा सङ्गं तकारादिप्रत्ययपरे धात्वन्तस्य हकारस्य स्थाने ढकारादेशः भवति होडः इति सूत्रेण. प्रत्यय आदौ स्थितस्य तकारस्य ढकार आदेशः भवति चष्टोधोधः इति सूत्रेण. प्रत्यय आदौ स्थितस्य ढकारस्थाने ढकार आदेशः भवति चुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढकारलोपः भवति डोडे लोपः इति सूत्रेण. ओके, अत्र एकाचित् हलन्तदातवः, अष्टदातवः अनिटः, त्रयदातवः सामान्यकार्याणि एव अनिटः, सामान्यकार्यं प्रथमं मिह्लिह्र अत्र हकारस्थाने डकार आगच्छति होडः इति सूत्रेण. तदनन्तरं तकारस्थाने जष्टोर्धोर्धः इति तकारस्थाने धकार आगच्छति. तदनन्तरं स्टुनास्टुः इति सूत्रेण प्रत्यादौ स्थितस्य धकारस्थाने ढकार आगच्छति. दोडे लोपः इति सूत्रेण प्रथम पूर्वतनस्य ढालोपो भवति, ततः गुण अपि क्षम्यतां, प्रथमं गुणकार्यमस्ति पुगन्धलम् उपदेश्य जयसूत्रेण. तदनन्तरं होडः जष्टोर्धोर्धः शुनाष्टुः डोडे लोपः सूत्रेण रूपमस्ति मेढ. तथा एव लिह् लेढ रुह् रोढ इति रूपाणि भवन्ति. पठामि भगिनि. षट् सामान्य हकार अन्तदातवः वेटः, ओके वेटः, प्रथमं अत्र मातृ भवान् उक्तवान् सामान्यकार्याणि कानि इति दत्तं. षट् चकार सामान्य हकारान्तदातवः वेटः, तृः स्रुः रुः तृं गृह् गाः. इदादिपक्षे प्रथमं तृः युग इता गुणकार्यं भूत्वा तार्हिता इति रूपं भवति. अपक्षे इदागमः नास्ति चेत् तृः युवता केवलं गुणकार्यं प्रथमं दार्ह अर्होडः इति सूत्रेण डकार अन्यसूत्राणि प्रथमं हकारस्थाने होडः इति सूत्रेण डकार, जस्तोर्धोर्धः तकारस्थाने ढकारः, चुनास्तु सूत्रेण ढकारस्थाने ढकार, डोडे लोप इति प्रथम ढकारलोप भूत्वा थर्डा इति रूपं निष्पन्नं भवति. तदा एव स्तृः योगः स्पर्शित अन्यः पठितवती पक्षे इदानीं किं धातुः सुरुः अथवा गुरुः महोदय महोदय क्षम्यतां गृहे वदन्ति अनिडादिपक्षे अस्तु महोदय गृह् धातुः अतः उपधः अत्र गुणकार्यं भवति अनिडादिपक्षे तद् वदामः खलु अनिडादिपक्षे इति आदौ यत् अस्ति तद् वदामः पुनः पठामः वयम् अनिडादिपक्षे तृह् धातुः दर्डा इति रूपं भवति कथं भवति इत्युक्ते इदानीमेव उक्तवती गुणकार्यं भवति दर्ह् इति तर्ह् योः ता इदानीं होडः इति हकारस्य स्थाने ढकार आदेशः अत्र दर्ड् योगता अनन्तरं जस्वर्णस्य परे तकारः अस्ति अतः जसस्व दोदः इत्यनेन तकारस्य दा भवति इदानीं शृणास्तुः इत्यनेन हकारस्य दकारस्य ढकार आदेशः अनन्तरं डोडे लोपो पूर्वतन ढकारस्य लोपो भूत्वा तर्डा इति रूपं भवति सुरुः अपि वदामि वा अन्यः भवानेव उक्त्वा गच्छतु महोदय पूर्वं पठितवान् सुरुः यः ता इदानीमपि तिरुः यदा तिरुः भवति अदेव अत्रापि तर्ह् इति अनन्तरं ढकारः आसीत् ओढः अनन्तरं जस्तो दोदः इति तकारः आसीत् इदानीं शृणास्युः दर्ड् योः डा अनन्तरं दोडे लोपो पूर्वतन नकार लोपो भूत्वा तड्डा इति रूपं भवति तदेव वृह् योः ता वर्ड् योः ता अनन्तरं चस् दोदः श्नास्तुः डोडे लेपो इति भूत्वा वर्डा इति रूपं भवति दृण्डा दृन् योः ता अत्र अनुस्वारः अस्ति अतः गुणः न भवति दृन् तदेव तिष्ठति परन्तु हकारस्य डकारस्य होडः इत्यनेन अनन्तरं जस्तो दोदः डोडेलप भूत्वा दृण्डा इति रूपं भवति अत्र अनन्तरं अनुस्वारस्य परसवर्णः इति भूत्वा डकारः तिष्ठति अतः नकारस्य नत्वं भवति नकारः भवति मूर्धन्यनकार आदेशः अनन्तरं गृह् योः ता गर्ह् डोडे लोपः होडः गर्ड् अनन्तरं जस्तो दोदः श्नास्युः डोडे लोपः इति अत्र कार्यं भवति अन्तिमरूपं भवति गर्दा इति परन्तु गाहु दा गाहु दा इति गर्दा इति रूपं भवति महोदय सूत्राणि अपि पठति वा अग्रे होडः अकारस्य स्थाने अकारादेशः भवति चलि पदान्ते च हः षष्ठ्यन्तं ड प्रथमान्तं द्विपदं सूत्रम् अनुस्वरस्य अनुवृत्तिसहितसूत्रम् अह डः जलि पदस्य अन्ते च सूत्रं वदति यदा अकारान्तदातव अस्ति डकारादेश निमित्तमस्ति जलि पद अपि पदान्ते अपि अनन्तरं जसस्तो दोदः जस् उत्तरस्य अकारतकारयोः स्थाने दकारः आदेशः भवति दा दातुम् अर्जयित्वा सूत्रं स्वयं सम्पूर्णं जसः ततोः दः अधः सूत्रम् अस्ति जस् पर इदः तकार वा अथवा तकार वा अस्ति चेत् तयोः रूपं भवति दकारः इति भवति परन्तु दा धातु विना जस् स्वर्णस्य पर तकारतकार अस्ति चेत् दकार आदेशः भवति लोडे लोपः डकारे परे पूर्वतनस्य डकारलोपो भवति डगषष्ट्यन्तं देयसप्तम्यन्तं लोपो प्रथमान्तं त्रिपदं सूत्रं सूत्रं स्वयं सम्पूर्णं डः डे लोप इत्युक्ते डकारस्य स्थाने लोपो भवति डकारे परे इति सूत्रं भवति. धन्यवाद भगिनि. अत्र तु अधः इति तु अत्र पर्युदासप्रतिषेधः खलु. तद् मम मनसि सम्यक् भवतु इति. तत्र किं तद् भिन्न तद्गतभिन्न तद्गतभूयोधर्म अत्र तत्र विद्ये अस्ति तत्र तत् स्थाने द आगच्छति इति नियमः अस्ति न कुत्र भवति विद्धि इति नियमः अस्ति. किं भगिनि पुनः वदतु. यत्र विद्धि भवति नियमः तत्र नियमः अस्ति धकार कुत्र आगच्छति तत्र नियमः अस्ति तत् स्थाने एव धकार विधानम् अस्ति न तु धकारात् धात्व स्थाने झष परे यत् अस्ति साधु अस्तु. आम् आम् किन्तु धा धातोः तु यदा दद् इति द्वित्वं भवति तदा दा धातुं वर्जयित्वा धातु वर्जयित्वा तत् पर्युदास इति प्रसज्यति नास्ति इति मन्ये यतोहि अध इति दा धातुं वर्जयित्वा इति अस्ति निमित्तं नास्ति. तत् वर्जनम् अधः इति तु नञ् समासः अस्ति खलु भगिनि. परन्तु तत् द्रष्टव्यं खलु. तर्हि नञ् इत्यस्य एव पर्युदासप्रतिषेधः प्रसज्यप्रतिषेधः इति खलु. निमित्तानां कृते तु भिन्नं वयं पठामः किन्तु नञ् इत्यस्य एव अर्थद्वयं भवितुम् अर्हति खलु इति मम तादृशं मम अवगमनम् आसीत्. धातुः सप्तम्यां स्यात् तदा एव तदा एव प्रतिषेधस्य प्रतिषेधः तु नैन् समासस्य विषये अस्ति खलु इति मम तादृश. परन्तु यदा वयं झल्याम् अकिति इति पठामः तत् अकिति न किति सप्तम्याम् अस्ति. एतत् केवलम् अधः धा धातु न धा धातु इति भवत्याः उद्देश्यम् अहं पृच्छामि. एतत्तु निमित्तं नास्ति केवलं निषेधकं भवति इति. किन्तु यत्र निषेधः भवति तत्तु नञ् इत्यनेन निषेधः कृतः खलु. तर्हि निषेधः इत्यत्र वदामः निषेधस्यापि अर्थद्वयं भवितुम् अर्हति खलु. तत्र निषेधः निमित्तरूपेण आगच्छति वा इति भिन्ननियमः अस्ति. केवलं निषेधम् इति स्वीकुर्मः चेदेव अस्माकं पर्युदासप्रतिषेधः नो चेत् प्रसज्यप्रतिषेधः इति भवति खलु. नास्ति वा सरलभगिनी. अहमपि मम चिन्तनम् अपि सरलभगिनी एव केवलं प्रत्ययविषये एव तत्र आगच्छति. न अहं यत्र वदामि नाट् सरला इति वदामि तर्हि मनुष्यं यत्र नाट् सरला इति वदामि तर्हि तत्रैव भवति खलु चिन्तनम्. तत्र व्याकरणे इति केवलं नास्ति खलु तदेतत्तु व्याकरणव्यवस्था नास्ति खलु पर्युदासप्रतिषेधः प्रसज्यप्रतिषेधः इति यत्र कुत्रापि प्रयोक्तुं शक्यते. यत्र यत्र नैन् भवति तत्र तत्र प्रयोक्तुं शक्यते इति मम चिन्तनम् आसीत् प्रायः. अशीति सप्तम्याम् अस्ति, अशीति इति तत् सूत्रे सप्तम्याम् अस्ति, तत्र लिखामः चेत् एकेन कृतं भिन्न इति पदम् उपयुज्य लिखामः चेत् धा धातु भिन्न दशन्तधातूनां ततो परे धकारादेशः इति वक्तुं शक्यते. अदवै धा अपि ध अपि आगच्छति न, झष ये वर्णात् सन्ति झष प्रत्याहारे धा धातु वर्जित्वा भवेत्, सो कीदृश भवेत् धा धातु वर्जित्वा भवेत् झष प्रत्याहारे? न न न, प्रत्याहारः अत्र किमपि नास्ति भगिनी, धा धातु कुत्र आगच्छति तत्रैव भवति न, यत्र झष अस्ति तत्र तत्र तु प्रत्याहार भगिनी, धातु प्रत्याहारे प्रत्याहारे ये वर्णाः सन्ति ते धातो वर्णाः सन्ति साधु, तस्य प्रत्याहारे केवलं वर्णाः सन्ति धातु इति नास्ति, न ये वर्णाः सन्ति ते धातोः वर्णाः सन्ति साधु धातोः, तथा इदानीं वयं कृतवन्तः गृढ गाः इति भवति, गाः होढ भवति, ढ साधु ढकार भूत्वा तदनन्तरं सकार च धकार भवति, यदि गाः च इति नास्ति तत्र धा धातु अस्ति तत्र सकार च धकार न भवति, कारण कि धा वर्जित्वा अपि भवति इति अस्ति अर्थः, धा वर्जित्वा औपदेशिक अवस्थायां धा धातुः दुधाय् इति अस्ति, धा इति नास्ति दुधाय् तद् धा धातुः, धा इति घसंज्ञक धातव इति वयं जानीमः चेत् चत्वा द्वयं धातु भवति धातु इति द्वयो धा अहं चिन्तयामि धनति इति धा धातु वर्जति वा इति मम चिन्तनम् अस्ति, षड् धातव घसंज्ञक षड् धातव अत्र अत्र प्रतिषेधः वर्तते इति पदमञ्जर्याम् अपि उक्तमस्ति, कीदृशप्रतिषेधः इति न उक्तं, किन्तु अत्र दकारप्रतिषेधः स्यात् धत्ते प्रतिषेधे दकारस्य सत्वम् इति किमपि अन्यत् दत्तमस्ति, किन्तु प्रतिषेधः एव तत्र नैन् प्रयुक्तम् अस्ति, प्रतिषेधः वर्तते अनेन धातुप्रतिषेधो अयं न धकारप्रतिषेध इति दर्शयति, धातोः प्रतिषेध प्रतिषेधः पदमञ्जर्यां किमपि किमस्ति भगिनी, तत्र केवलं प्रतिषेधम् उक्तमस्ति चेत् प्रतिषेधः अस्ति प्रतिषेधः इति निमित्तानां केवलं नास्ति, यत्र कुत्रापि नैन्यसमीप्यते तत्र सर्वत्र प्रतिषेधः भवति, तर्हि प्रतिषेधम् इति यत्र पश्यामः प्रतिषेधः इति स्वीकुर्मः चेत् पर्युदासः अपि भवितुम् अर्हति, प्रसज्य अपि भवितुम् अर्हति, तत्र जातिभिन्नं भवति इति तद्गत धर्मत्वम् इति स्वीकरोति चेत् पर्युदासः इति तत्र भवति, अस्तु अग्रे गच्छामः, विमला भगिनी न पठितवती, भवती पठितवती, अत्र त्रयः दकारान् दकारादिहकारान्तधातवः इति, अहम् एतद् किञ्चिदपि न इच्छामि, यत्र दकारादिहकार तत्र किम् किं भवति तत्र, अस्तु त्रयः दकारादिहकारान्तधातवः दह दिह दुः इति सर्वे अनितः, गुणकार्यं यथा सङ्गम् दकारादिप्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण, अधुना प्रत्ययः झष् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य ध आदेशो भवति झषस्तथोर्धोधः इति सूत्रेण, अधुना धातुपथ झष् अस्ति धकारः, अतः धात्वन्ते घस्थाने तृतीयादेशो भवति झलां झष् झषि इति सूत्रेण झष्ट्वसन्धिरिति, दह धातोः विषये दह योगः ता दादेर्धातोः घः, तत्र हकारस्य घ आदेशः भवति धग्ता। घः घकारः झष् प्रत्याहारे अस्ति, झषश्चतुर्धोधः इत्यनेन धकारस्य धकार भूत्वा दध् धा भवति। अत्र झलां झष् झष् इत्यनेन दघ् सोरि दघ् धा। घकारस्य तृतीयवर्णादेशः गकारः, अल्पप्राणगकारः भवति दग्धा इति रूपम्। एवमेव दिह् अत्र प्रथमं पुगन्तलघुपदस्य इत्यनेन देह् भवति, तत्र दादेर्धातोः घः इत्यनेन देघ् भवति, देघ्ता देघ्धा। देघ् इत्यत्र घकारस्य अल्पप्राणं भूत्वा देघ्धा भवति, तथैव दुः दोः दोग्धा इति रूपम्। अनुवर्तिसूत्रं दादेः धातोः हः घः झलिपदस्य अन्ते च, धातोः दादेर्धातोः हः घः झलिपदे पदस्य अन्ते च। पठामि, अन्य कोऽपि पठति भगिनि? पठतु भगिनि, तत् पूरयतु भगिनि। तृतीयबिन्दु चत्वारः धातवः येषां विकल्पेन हकारस्य हकारादेशः घकारादेशः च, सर्वे चत्वारः वेदः। इदादिपक्षे गृह इता प्रथमं गुणकार्यं कृत्वा द्रोः भवति इता, मुह् इता तथैव मोह् इता, स्नुः इता सकारस्य सकार भवति, नकारस्य नकार भवति, स्नुः इता स्नु पुनः तत्र सुगन्धः स्नुहिता, तथैव श्रीः श्रीः भवति, सकारस्य सकारः नकारस्य नकार भूत्वा स्नेहिता इति। अनिरादिपक्षे दृढता दृढ इत्यनेन दृढा इति भवति, दृढ द्रोः भवति, द्रोढ भवति, तत्र द्रोढता द्रोढा भूत्वा श्रीराष्ट्र इत्यनेन द्रोढा भवति, द्रोढे लोक इत्यनेन भूत्वा द्रोढा इति अवशिष्यते, तथैव मूढा मूढा स्नेहा इति। अपरस्मिन् पक्षे यत्र घकारादेशः भवति तत्र द्रोढा मोघा मोघा मेघा इति रूपं वा गृहमुहः गृहमुहष्णुमष्णीनां वा इत्यस्य विकल्पेन सः घः चलिपदस्य अन्ते च, घकारादेशे वा घकारादेशे वा भवति विकल्पेन एतेषु। भगिनि भवत्याः ध्वनिः सम्यक् न श्रूयते। ओ सोरि सोरि सोरि, किञ्चित् दूरे अस्ति, अधुना सम्यक् अस्ति, कर्णसाधनं श्रूयते। अद्य श्रूयते किं न श्रूयते? किञ्चित् क्लेशः वर्तते। अन्य कोऽपि पठतु भगिनि, सम्यक् अस्ति भगिनि, अधुना कर्णसाधनं न न सम्यक् अस्ति, करोतु पठतु भगिनि भवती एव पठतु। अस्तु, तत्र किम् गृहमुष्णुष्णुहामिति विकल्पेन अकारस्य स्थाने घः जलिपदस्य अन्ते च विकल्पेन भवति, झषश्चतुर्धोध इति अस्माभिः पठितं पूर्वं। पश्चात् सहव इति द्वौ धातु पठामि, अन्य कोऽपि पठतु भगिनि? पूरयतु भगिनि, तदनन्तरम् अहं पठामि। सहवः इति अहं सहवः इति द्वौ धातु, वः धातुः अन्य सः धातुः द्वे, तकारादिप्रत्यये परे धातुस्य हकारस्य स्थाने ढकारादेशः भवति पूर्व इत्यनेन सूत्रेण। अधुना प्रत्ययः झुष्कः अस्ति इति प्रत्ययादर्शितस्य प्रकारस्य प्रकारस्य आदेशः भवति दश दश प्रत्यादोषितस्य धकारस्य स्थाने ढ भवति स्टुनाष्टुः, पूर्वतनस्य ढलोपो भवति ढोडे लोप इति सूत्रेण. लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेश भवति सहिवहोः ओत् अवर्णस्य इति सूत्रेण. ढलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादः. अत्र नूतनसूत्रमस्ति सः योगहता होढ इत्यनेन सढ्ता भवति. झषश्चतुर्धोधः सड्ढा. स्तुनाष्टुः इत्यनेन धकारस्य ढकारादेशो भूत्वा सड्ढा भवति. ढोढे लोपः तत्र सढा. अत्र सढा इति अस्ति. त्रलोपे पूर्वस्य दीर्घोण इत्युक्ते पूर्वतनस्य अकारस्य दीर्घं भवेत् परन्तु सहिवहोः ओतवर्णस्य इत्यनेन सो ओत् आदेश भूत्वा स ओत् ढा स ओढा सोढा इति भवति. सम्यक् भगिनी? भव्या भगिनी सम्यक् अस्ति वा? आं भगिनि, आं भगिनि श्रुतवती. अस्य एवमेव वः ता धकारादेशो भूत्वा हकाशस्थाने वढता भवति. दशश्चतुर्दोध इत्यनेन तकारस्य धकारादेशो भवति. तत्र स्तुनाष्टुः इत्यनेन वढ्ढा भवति. ढोढे लोप इत्यनेन पूर्वतनढकारस्य लोप भूत्वा व ढा शिष्यते. अत्र सहिवहोः ओत् वर्णस्य इत्यनेन वो ढा इति अन्तिमरूपं सिध्यति. अत्र सहिवहोः ओत् वर्णस्य ढकारस्य लोपश्चेत् सः वः इति धात्वोः अकारस्य स्थाने ओकारादेश भवति. सहिश्च वः च तयोः इति सहिवहौ तयोः सहिवहोः सहिवहोः षष्ट्यन्तम् ओत् प्रथमान्तम् अवर्णस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं. ढलोपे पूर्वस्य दीर्घोण इत्यस्मात् ढलोपे इत्यस्य अभिवृत्तिः. रेफस्य कार्यम् अत्र न भवति एव, अतः रेफः न आनीतः. अनुवृत्तिसहितसूत्रं सहिवहोः अवर्णस्य ओत् ढलोपे इति. इदादिपक्षे सः धातुः योगः इता सहिता. वः सेट् इति उक्तं खलु. अत्र एव भगिनी उक्तवती अत्र ईर्षसः लुभरुषरिषः इति सूत्रे धातुः इति दत्तमस्ति. पूर्वमपि एतदेव सूत्रम् उक्तमस्ति यत्र दिवादिगणीय इष्टधातुः इति उक्तमासीत्. अत्र तु अस्मिन् सूत्रे किम् उक्तमस्ति इत्युक्ते ईषत्तकारे शनिप्रत्ययस्य प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगण्यस्य ईषाभिष्टातुः न भवति इति दत्तमस्ति. तत्र प्रतिषेधः शनिप्रत्ययप्रतिषेधः इति तदेव. किन्तु पूर्वम् यत् सूत्रम् एतदेव सूत्रं पूर्वम् उक्तम् अस्ति तत्र तु दिवादिगणे इष्टातुः इति दत्तमस्ति. तत् दोषे महोदयस्य. अत्र काशिकायां तु पृथक्तया किम् अस्ति तत्र तुदादिगणीय इष्टातोः विषये दत्तमस्ति इति विवृतम्. तर्हि इष्यति इति यत्र वदामः इच्छति इति कः इष्टातोः विषयः अस्ति, न तु दिवादिगणीय न तु क्रयादिगणीय वर्तते. अत्र इष् इत्यनेन तुदादिगणीयः च क्रियादिगणीयः च न तु दिवादिगणीयः इति दत्तमस्ति. न न अहं तु काशिकायां यत् पठितवती तत्र तु दिवादिगणीय किम् अस्ति दिवादिगणीयस्य नास्ति. पश्यामः महोदय, यदि भवत्या पेज् रिफ्रेश् कृतं किं ततोः, यतोहि अत्र महोदयेन दत्तमस्ति इत्युक्ते इष् इत्यनेन तुदादिगणीयः च क्रियादिगणीयः च न तु दिवादिगणीयः इति दत्तमस्ति. क्रियादि इति महोदयेन अत्र क्रियादिगणीयः अपि अन्तर्भूतः अस्ति. भगिनी पूर्वसूत्रं पठामः साधु. आं भगिनि एकनिमिषं पठामः. अस्तु. भवती पठति किं सरला भगिनी? अहमपि पठामि. अस्तु अस्तु अस्तु. षण् प्रत्ययस्यैव प्रतिषेधः, तर्हि तुदादिगणीयस्य अनन्तरं क्रयादिगणस्य अपि भवति, ग्रहणं भवति इति खलु. आम्. अतीश सह लुभ ऋषरिषः, ईश सह लुभ ऋषिरिषि इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इडागमो विकल्पेन भवति. इच्छत्यादेः परस्य तादेर् आर्धधातुकस्य इडु वा स्यात्. एते पञ्चधातवः किमपि नास्ति भगिनि, क्षम्यतां. ईश इत्यनेन इच्छति इत्यादेः इति दत्तमस्ति. तकारादिप्रत्ययपरे आर्धधातुकप्रत्ययपरे इड् आगमः विकल्पेन भवति वा स्यात् इति. एते पञ्चधातवः नियमेन सेटः, अनेन सूत्रेण तकारादि आर्धधातुकप्रत्ययपरे वेटः भवन्ति इति. नियमेन सेटः इति वा, इडागमः विकल्पेन भवति, नित्यं तु सेटः भवति, नियमेन सेटः भवति इति कृत्वा अत्र विकल्पः अपि सूचितः अस्ति इति कृत्वा वयं यत्र गच्छामः अत्र विकल्पेन अनिट् भवति इति कृत्वा वेट् भवति भवतः भवन्तः भवन्ति. इष् एता एषिता, एष्टा एषिता, सः सोढा सहिता, लुभ लोब्धा लोभिता, ऋषरोष्टा रोषिता, ऋषरोष्टा रेष्टा रेषिता. इति किम् किमर्थं तकारादिप्रत्ययः अस्ति खलु, मति इति किम् इत्युक्ते तकारादिनिमित्तं सप्तमनिमित्तं भवति. तर्हि किमर्थं ति इति उक्तमस्ति इत्युक्ते एषिष्यति, अत्र तु ति परे नास्ति, इष्य इति प्रत्ययः परे अस्ति इति कृत्वा अत्र तु विकल्पेन यदागमः नास्ति, नित्यमेव यदागमः भवति, एषिष्यति इति भवति अत्र निरुच्यकारे. इष् इत्यनेन तुदादिगणीयः च क्रियादिगणीयः च न तु तुदादिगणीयः. ईश् इषे इषेः तकारे षण् प्रत्ययात् प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं विवादिगणीय इष्यात् न भवति. इषश्च सहश्च लुभश्च ऋषश्च ऋषश्च तेषां समहारद्वन्द्वः इषसः लुभ ऋष ऋष इति, तस्मात् इष सः लुभ ऋष ऋषः इति सप्तम्यन्तम्. अत्र बहवः सन्ति खलु, तर्हि एकशेषः भवति ति सप्तम्यन्तम्. इष सः लुभ ऋष ऋषः पञ्चम्यन्तं द्विपदमिदं सूत्रम् इति सप्तम्यन्तं, धातवः तु पञ्चम्यन्तं भवति द्विपदविभक्तिसूत्रं. विभक्तिपरिणाम इति सिद्धान्तेन प्रसङ्गवशात् ति इत्यस्य षष्ट्यन्तत्वं जायते सः इति. तर्हि ति प्रत्ययपरे इति नास्ति वा, तीति इति किम् अस्ति, एतेभ्यः धातुभ्यः तस्य स्थाने इति भवति वा, कथं वा आर्धधातुकस्य इड् वलादेः इत्यस्मात् आर्धधातुकस्य इट् इत्यनयोः अनुवृत्तिः त्वरित ूति श्रूयति न्यूनतितो वा इत्यस्य अनुवृत्तिः, अन्धस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं निश सह लुभ ऋषरिषः अङ्गात् सः आर्धधातुकस्य आर्धधातुकस्य प्रत्ययस्य एव यडागमः भवति खलु, स्थानी भवति, तेन एव आद्यन्तौ टकितौ इत्यनेन यत्र इट् इति तु टकितौ इत्यनेन आदौ किम् अस्ति स्थानीनः पूर्वम् आगच्छति अस्तु इति कृत्वा विभक्तिपरिणामं भूत्वा आगच्छति इतः इति. अस्तु अवगच्छामि, प्रश्नः नास्ति खलु, अत्र केवलम् उक्तमस्ति तकारादि धातौ अरुधातुकप्रत्ययस्य विकल्पेन इडागमः भूत्वा भवति इति, अनेन सूत्रेण वेटः भवन्ति एते धातवः, यद्यपि मूलौ तु सेटः भवन्ति इति. नः धातुः अनिट् अस्ति. क्षम्यतां महोदय, क्षम्यतां महोदय, अत्र वार्तिकमस्ति किल, तत् इशेस्तर तकारोस्य अन्यतरस्य प्रत्यात् प्रतिषेधः अर्थः किं महोदय? न अवगच्छामि महोदय. अत्र ईशेः इत्युक्ते इष् धातोः विषये, तकारे तकारे परे तकारे प्रत्यये परे षण् प्रत्ययात् पश्यते प्रतिषेधः इति दत्तमस्ति. अत्र तत्र वयं काशिकायां पठामः चेत् तादृशम् उक्तमस्ति इति मन्ये, प्रतिषेधः इति, षण् प्रत्ययात् प्रतिषेधः इति. अनेन वयं षण् प्रत्ययस्य भवति, यस्य इष्टातोः तु भवति, किं भवति, केवलं तुदादिगणे इष्टातोः एव भवति खलु, अन्येषां तु न भवति. क्षम्यताम्, अदिवादिगणस्य एव षण् प्रत्ययः भवति, न तु तुदादिगणस्य, न तु क्रयादिगणस्य इति कृत्वा अनेन वार्तिकेन वयम् अवगन्तुं शक्नुमः यत्र षण् विकरणप्रत्ययः यस्य धातोः भवति तस्य न ग्रहणं भवति इति एव अवगच्छामः. तावदेव. प्रतिषेध इत्युक्ते न ग्रहणं न, आम् आं ग्रहणं नास्ति. धन्यवादः. नः धातुः अनिट् अस्ति. नः योगः त नहोदः इत्यनेन धकारः भवति हकारस्य स्थाने. अत्र जलिपदान्ते इति अर्थः इति अनुवृत्तिः अस्ति इति कृत्वा निमित्तमस्ति. धका ता इति प्रत्ययः तु जलि वर्तते इति कृत्वा हकारस्य धकारादेशः भवति. तर्हि नघ्योगः ता जषश्चतुर्धोधः इति सूत्रेण अधुना जषन्त यत् नघ् धातुः अस्ति तस्मात् परे तु तकारादिप्रत्ययः वर्तते इति कृत्वा तकारादिप्रत्ययस्य धकारादेशः भवति. नद्योगः धा जलाञ्जष्टि इत्यनेन जष्ट्वं भूत्वा नद्योगः धा नद्धा इति रूपं प्राप्नुमः. नहोदः नह धातोः हकारस्य धकारादेशो भवति जलिपदान्ते च इति सूत्रं पूर्वं पठितवन्तः खलु वयं. होडः इत्यस्य अनुवृत्तिः नः षष्ट्यन्तं दः प्रथमान्तं द्विपदमिदं सूत्रम्. होडः इत्युक्ते नः धातोः इति स्थाने वर्तते नः धातोः. अनेक किम् अस्ति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने दः इति प्रथमान्तम् आदेशः वर्तते. होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः. दादेर्धार्तोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्कोः संयोगादिवर्णते अन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नः धातोः हः धः जलि पदस्य अन्ते च इति. सरलभगिनी पठितुम् इच्छति वा? भगिनी तावत्पर्यन्तं कृतवन्तः. ओ, गुः धातुः न कृतवन्तः वा? भवता एकमेव अस्ति खलु, अहं वयं कुर्मः वा? अस्तु, भवती पठतु. गुः धातुः वेट् उदुपद उदुपधाया गोः इत्यनेन गुः धातोः उपधा गुणादेशप्रबाद्य ऊत् आदेशो भवति अजादिप्रत्ययपरे इडागमपक्षे. अत्र ता प्रत्यय अजादि, अतः उपधा गुणादेशप्रभादे ऊत् आदेशः भवति. गुः योग इता गुहिता. इदानीं गुः धातु इति वयं जानीमः वेट् अस्ति, तस्य सुति सुयति सुरत् सुरश्रुति सुयति धूतो दातु अन्ये सूत्रेण वेत् विकल्पेन इदागमः भवति. किन्तु तस्य अपवादत्वेन इति सूत्रमस्ति उद्युपधाय गोः इत्यनेन गो धातो उपधायां यत् उकारः अस्ति तस्य गुणप्रभाद्य ऊत् आदेशः भवति अजादिप्रत्ययपरे. सो अजादि प्रत्यय वयं जानीमः ता इति वल् अस्ति सो आददातुक सेट् वल् आदियनेन इता भवति तो इदानीम् इता अजादि प्रत्यय परे भवति सो गुः योग इता इदानीम् आर्धधातुकस्य सूत्र आर्धधातुकस्य प्रत्यय भूत्वा सार्वधातुक आद पुगन्तलघुपद्यस्य प्रसक्तिः अस्ति किन्तु तत् प्रबाद्य उद् उपधाया गोः अनेन उकारस्य दीर्घ उकार भवति तो गुहिता इति भवति सो सो गोहिता इति न भवति किन्तु गुहिता भवति अनादि अनादिपक्षे अजादिप्रत्यभावे न उत्तमं सो गुः योगता यथा वयं जानीमः ता इति झलादि अस्ति तो होडस्य प्रसक्तिः भवति तो हकारस्य स्थाने ढकारः आगच्छति अपि पुगन्तलघुपदस्य अनेन ओकार भवति सो गोढ भवति गोढयोगता झच अनेन ढकारस्य प्रभावेन तकारस्य धकार भवति तो घोढयोगधा इदानीं विष्णाष्टुः अनेन घोढयोगढा भवति ढोढे लोप अनेन पूर्वस्य ढकारस्य लोप भवति तो घोढा इति अन्तिमरूपम् आगच्छति सूत्रम् उदुपदाया गोः षष्ठम् अध्याये चतुर्थपादे नव अष्टतिसूत्रं गुः सामान्य इति गुः धातो उपधा गुणादेशप्रबाद्य ऊत् आदेशो भवति अजादिप्रत्ययपरे गुः उपधाया उत् स्यात् गुणहेतौ अजादौ प्रत्यये उत् प्रथमान्तम् उपधाया षष्ट्यन्तं गोः षष्ट्यन्तं त्रिपदम् इदं सूत्रम् अचिष्णु धातु भ्रुवां युवो यङ् वाङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहित सूत्रं गोः अङ्गस्य उपधाया उत् अचि गुः इति अर्थं धातोः अर्थमस्ति सवर्णे गु धातु उपधायां गुणादेश यथा वयं पूर्वम् उक्तवन्तः यदि अजादिप्रत्ययपरे अस्ति तो पुगन्तलघुपदस्य प्रबाद्य ऊत् आदेशो भवति ऊत् आदेशो भवति तो अनुवृत्तिसूत्रमस्ति गोः अङ्गस्य गोः इति षष्ठ्यम् अन्तम् अस्ति गोः इति गु धातोः षष्ठी विभक्ति भूत्वा गोः इति भवति तु स्थाने अस्ति अतः गुः इति गोः भवति अङ्गस्य इति अङ्गं यत् अस्ति धातुरूपी अङ्गम् उपधायां यत् उकार अस्ति ऊत् इति प्रथमा विभक्त्याम् अचि इति निमित्तम् अस्ति सप्तम्या विभक्त्याम् अचि अजादिप्रत्ययपरे यदि अस्ति इति अनुवृत्तिसहितसूत्रं वदति ध्येयं यत् अत्र आर्धधातुकत्वस्य निमित्तकत्वं नास्ति एव केवलं गुणनिमित्तकम् अजादिप्रत्ययपरे अतः लटि अपि भवति गुहयोग शप् योगति गुहयोग योगति उपधा गुणस्य प्रसङ्गत्वात् ऊत् आदेश गुः अति गुहति इति भवति तु इदानीम् अपि वयम् उपरि दृष्टवन्तः आर्धधातुकस्य निमित्तं नास्ति केवलम् अजादिप्रत्यय तत् भवति निमित्तं तु यदि गुः इति भवादिगण्यधातुः अस्ति यदि शप् विकरणप्रत्यय अस्ति परे तत्र अनुबन्धलोपानन्तरम् अ अवशिष्यते तु अ अपि अजादि अस्ति तु अजादि विकरणप्रत्यय इदानीं भूत्वा अजादिप्रत्ययपरे गुः इति पूर्वम् अङ्गं भवति धातुरूपम् अङ्गं तस्य इदानीम् अपि पुगन्तलघुपदस्य अपवादत्वेन इति तस् प्रभाद्य उकारस्य उकार भवति तो गुहति इति रूपं भवति तत्रापि तु इति भवादिगणात् आरभ्य क्रियादिगणं पर्यन्तं सर्वेषां वेटां मलितां च हलितां लुट् लकारस्य रूपसिद्धिः समाप्तः तो इदानीं पर्यन्तं वयं सर्वे धातव दृष्टवन्तः वेट् वा अनित् धातु आवल्यां ये सन्ति तस्य प्रक्रिया किं भवति, कानि सूत्राणि प्रक्रियायाम् आगच्छन्ति इति सर्वं पठितवन्तः. किन्तु आवल्यां यदा पठितवन्तः तदा इतोपि सरलम् आसीत्, न्यूनम् आसीत्. अधुना करपत्रं स्वीकृत्य यदा पठामः बृहद् दृश्यते. इदानीं यदि वयम् आवली पठामः तर्हि आगच्छति मनसि किं सूत्रम् अस्ति इति. यदि वयं आवली एव न आवलिः एव न तिष्ठति तर्हि कथं वा. महोदय प्रति वर्गे प्रथमम् आवली स्मारयति तिष्ठति पठनीयं विरमामः वा. अस्तु भगिनि, धन्यवादः. धन्यवादः. शुभरात्रिः.